अस्तु तर्हि अस्माकं विषयः अस्ति इदानीं द्रव्यप्रत्यक्षम् इति. तत्र एकपञ्चाशत्तमे पुटे वयं स्मः इदानीं, तस्मात् आरभ्य किञ्चित् पुनः पठामः. द्रव्यप्रत्यक्षं केन भवति इति भागः. तर्हि बालसुब्रह्मण्यं महोदय, भवान् एव आरम्भं करोति वा? द्रव्यप्रत्यक्षं केन भवति? घटे भूतरूपमस्ति, परमाणुपरिमाणातिरिक्तं मध्यमपरिमाणं च वर्तते इति. तस्य चक्षुषा, त्वचा च प्रत्यक्षं भवति. सो घटे उद्भूतमस्ति, अपि च परमाणपरिमाण अतिरिक्तम् अथवा मध्यपरिमाणं च वर्तते, उभयः अपि वर्तते. तस्मात् प्रत्यक्ष तस्य चक्षुषा, त्वचा च प्रत्यक्षं भवति इति. अस्तु तर्हि उद्भूतरूपम् इत्युक्ते किम्? उद्भूतरूपम् इत्यस्य अर्थं सम्यक् दृश्यते इति. उद्भूतं सम्यक् द्रष्टुं शक्यते इति चेत् उद्भूतम् इति उच्यते. उत्तमम्, अति उत्तमम्. अत्र साधारणतया द्वियणक त्रियणक अस्ति चेत् उद्भूतम् इति वक्तुं शक्यते वा? सर्वदा नास्ति न. हा, अत्र कस्य द्वियणुकं त्रियणुकम् इति चिन्तनीयं भवति अस्माभिः. अत्र पश्यतु, तत्र प्रथमतया परमाणुः तु तर्हि तत्र पृथिव्यादिचतुष्टयस्य एव परमाणवः सन्ति खलु. तर्हि अत्र कोष्ठं पश्यति चेत् तत्र पृथिव्यादिचतुष्टयम् इत्युक्ते किम्? प्रथमं परमाणुपरिमाणम्. न न न, पृथिव्यादिचतुष्टयम् इति अस्ति खलु तत्र कोष्ठे. पृथिव्यादिचतुष्टयम् इति पृथिवी, पृथिवी जलं, तेजः, वायु. उत्तमं. तेषु कुत्र रूपं वर्तते? कुत्र कुत्र रूपं वर्तते? हा हा, सत्यं. परन्तु के कुत्र इत्युक्ते कस्मिन् द्रव्ये, तेषु कस्मिन् द्रव्ये रूपं वर्तते? केषुचित् द्रव्येषु रूपं वर्तते खलु. ते के इति मम प्रश्नः. तत्र पृथिव्यादिचतुष्टयम् इति भवान् पृथिवी, जलं, तेजः, वायुः इति चत्वाराणि द्रव्याणि उक्तवान्. तेषु चत्वारि द्रव्याणि उक्तवान्. तेषु कुत्र कुत्र रूपं वर्तते इति मम प्रश्नः इदानीम्. अस्तु, अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा? पृथिवी अप् तेजः केवलं. उत्तमं, पृथिवी अप् तेजः. तेषामेव कुत्र रूपम् अस्ति तत्र महोदय. अस्मिन् पुटे एव तत्र आदौ यः चित्र यच्चित्रमस्ति तत्र पश्यति चेत् तत्र प्रथमम् अस्ति खलु, रूपं न वर्तते इति. तत्र वायुप्रभृतिद्रव्याणि इति अस्ति, पश्यति वा? आम्. तर्हि वायौ रूपं नास्ति. तर्हि तत्र तर्हि रूपं पृथिव्यां जले तेजसि एव रूपं वर्तते. अस्तु इदानीं हा इदानीं परमाणुपरिमाण अतिरिक्त अतिरिक्तं मध्यमपरिमाणम् इति अस्ति खलु परमाणुपरिमाण अतिरिक्तं परिमाणम् इत्युक्ते किम् परमाणुपरिमाणं नास्ति इत्युक्ते तत्र परमाणुपरिमाणभिन्नपरिमाणं तदतिरिच्य यद् भिन्नं परिमाणं यत् अस्ति तद् इति अत्र घटे मध्यमपरिमाणं विद्यते तर्हि मध्यमपरिमाणं विद्यते इति तत्र चक्षुषा अथवा त्वचा प्रत्यक्षं भवति अत्र पश्यतु तत्र येषां बाह्यद्रव्याणाम् येषां द्रव्याणां प्रत्यक्षं भवति तानि सर्वाणि द्रव्याणि मध्यमपरिमाणे एव वर्तन्ते तत्र त्रिपञ्चाशत्तमे पुटे पश्यामः चेत् तत्र परममहत्परिमाणे तु आकाशः कालः दिक् आत्मा इत्येव सन्ति तेषां तु प्रत्यक्षज्ञानं न भवति तर्हि तत्र यस्य बाह्य इन्द्रियेण प्रत्यक्षज्ञानं भवति ते मध्यमपरिमाणे एव वर्तन्ते अस्तु उत्तमम् अस्तु इदानीं परिमाणं तत्र घटे अस्ति इति उक्तं खलु परिमाणम् इति कश्चन गुणः तर्हि परिमाणं कुत्र कुत्र सम्भवति अस्मिन् वाक्ये घटे मध्यमपरिमाणं वर्तते इति वाक्यमस्ति परन्तु तत्र सार्वत्रिकचिन्तनम् इति कुर्मः चेत् तत्र परिमाणम् इति कश्चन गुणः अस्ति तर्हि परिमाणं कुत्र भवितुम् अर्हति विहाय अतीन्द्रियवस्तूनि विहाय न गुणः कुत्र अस्तु अस्तु गुणः कुत्र सम्भवति गुणः इति चेत् परिमाणगुणः इति न परिमाणम् इति न यत्किमपि यत्कमपि गुणः भवति द्रव्यगुणमस्ति उत्तमं तर्हि इदानीं परिमाणम् इति गुणः चेत् परिमाणं कुत्र भवितुम् अर्हति द्रव्ये उत्तमं द्रव्ये एव तर्हि द्रव्ये परिमाणम् इति गुणः भवितुम् अर्हति परन्तु द्रव्यं कदा प्रत्यक्षं भवति इति चिन्तयामः चेत् यदा परमाणुपरिमाण अतिरिक्तपरिमाणं मध्यमपरिमाणं भवति चेत् एव द्रव्यस्य प्रत्यक्षं भवति उद्भूतरूपमपि आवश्यकं तर्हि तत्र नियमद्वयम् अस्ति अस्माकम् उद्भूतरूपमपि भवतु परमाणुपरिमाण अतिरिक्तपरिमाणमपि अपि च साधारणतया मध्यमपरिमाणम् इत्यपि वक्तुं शक्नुमः यतोहि तत्र प्रत्यक्षज्ञानं केवलं मध्यमपरिमाणेषु मध्यमपरिमाणं यस्मिन् द्रव्ये अस्ति ते तेषां प्रत्यक्षज्ञानमेव भवति उत्तमम् अस्तु तर्हि अग्रे हा पठतु महोदय परमाणुद्वि अणिकयोः उद्भूतरूपम् अस्ति परन्तु परमाणुपरिमाण अतिरिक्तपरिमाणं न वर्तते इति तयोः प्रत्यक्षं साक्षात्कारः न भवति. द्वि अणुकयोः उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाणे अतिरिक्तपरिमाणं न वर्तते इति कारणात् तयोः प्रत्यक्षं साक्षात्कारः न भवति. अस्तु, परमाणु द्वय अणुकयोः उद्भूतरूपम् अस्ति इति कथं वक्तुं शक्नुमः वयम्? परमाणुद्वय अणुकयोः उद्भूतरूपम् अस्ति कथं वक्तुं शक्यते इति चेत् अन्य कोऽपि वक्तुं शक्नोति वा? आं भगिनि, अत्र यदि उद्भूतरूपं नास्ति चेत् तस्य कार्यः यदस्ति तस्यापि रूपं न भवति. किन्तु अत्र परमाणुद्व्यणुक्योः यत् अस्ति तस्य उद्भूतरूपकारणेन तस्य कार्यमपि और् अवयव अपि रूपमस्ति. हा, अति उत्तमं भगिनि. इत्युक्ते चिन्तयतु, तत्र घटः अस्ति इति, घटे घटं वयं द्रष्टुं शक्नुमः. इत्युक्ते घटे उद्भूतरूपम् अस्ति इति वयं जानीमः, यतोहि घटस्य प्रत्यक्षज्ञानं भवति. घटस्य खण्डनं कृत्वा तत्र अन्ततो गत्वा परमाणुः अस्माभिः प्राप्यते. सः परमाणुः, तस्मिन् परमाणौ उद्भूतरूपं नास्ति चेत् तादृशपरमाणोः सङ्ग्रहेण एव तत्र घटः भवति खलु. तत्र द्वियणुकं, द्वियणुका, त्रियणुकं, त्रियतुका, चतुरणुकम् इति कृत्वा कपालिका, कपालः, अनन्तरं घटः इति अवयवः वयं अवयवस्य निर्माणं कुर्मः. तर्हि तत्र आरम्भे यत् परमाणुः अस्ति तस्मिन् उद्भूतरूपं नास्ति चेत् अन्ततो गत्वा यः घटः आयाति तस्मिन् कथं वा उद्भूतरूपम् आगच्छति इति चिन्तयित्वा अनुमानेन वयं वक्तुं शक्नुमः परमाणौ अपि उद्भूतरूपम् अस्ति इति. अत्र हा, अत्र चित्रम् अस्ति, पश्यतु महोदय. तत्र चित्रे दक्षिणभागे प्रथम चित्रम् अथवा प्रथम भागं पश्यामः चेत् तत् उद्भूतरूपम् अस्ति, परन्तु परमाणुपरिमाणभिन्नपरिमाणं नास्ति इति कारणात् पृथिव्यादित्रिकस्य परमाणुः द्वियणुकं न प्रत्यक्षयोग्यः इति. इत्युक्ते अत्र उद्भूतरूपम् अस्ति यतोहि तत्र पृथिव्यादित्रिकस्य अन्य अवयव तत्र द्रव्याणि वयं पश्यामः चेत् यस्य प्रत्यक्षज्ञानं भवति तद्वयं पश्यामः चेत् तत्र रूपम् अस्ति, उद्भूतरूपम् अस्ति इति कारणात् परमाणौ अपि अस्ति इति वयं निर्णयं कर्तुं शक्नुमः. धन्यवादः. परन्तु अत्र पश्यतु, परमाणुद्वयणुकोः इति तत्र उद्भूतरूपम् अस्ति इति अत्र अस्ति, परन्तु तत्र परमाणुद्वयणुकयोः इति तत्र पृथिव्यादित्रिकस्य परमाणुः द्वयणुकयोः इति एव वस्तुतया आवश्यकम्. यतोहि वायौ रूपं नास्ति इति कारणात् तस्य परमाणुः द्वयणुकयोः अपि तत्र उद्भूतरूपं न वर्तते. सत्यम्. एवमेव ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि. ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि. हरि ओम्, वदतु महोदय. ग्राण इन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि एवं सदृशमेव. ग्राणेन्द्रियाणि पृथिव्यादिद्रव्यरूपाणि इत्युक्ते किम्? ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि. पृथिव्यादि द्रव्यरूपाणि वयं जानीमः. ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि. ग्राण इन्द्रियादीनि चेत् ग्राणं, रसनं, श्रोत्रम् इत्यादि. श्रोत्रं न, ग्राणं, रसनं, श्रोत्रं न, श्रोत्रं, चक्षुः, ग्राणं, ग्राणं, चक्षुः, रसनं, तदस्ति ग्राणेन्द्रियादीनि. ग्राणेन्द्रियादीनि पृथिव्यादिद्रव्यरूपाणि अपि न प्रत्यक्षानि. किमर्थं न प्रत्यक्ष इत्युक्ते तत्र ग्राण इन्द्रियं पश्यामः चेत् तत् पृथिवी एव खलु. तत्र यदा वयं पृथिव्याः लक्षणवाक्यं वाक्यानि पठितवन्तः तत्र आसीत् तत्र शरीर इन्द्रियविषयभेदात् इति. तत्र इन्द्रियमपि पृथिवी एव. तर्हि ग्राणेन्द्रियं यद्यपि पृथिवीरूपम् अस्ति तथापि तत् प्रत्यक्षं न भवति इति. तत्र पुनः तत्र चित्रं पश्यतु. तत्र परमाणुपरिमाणभिन्नपरिमाणम् अस्ति ग्राणेन्द्रिये, ग्राणेन्द्रिये, रसनेन्द्रिये अपि च चक्षौ अपि. रूपमपि अस्ति यतोहि तत् पृथिव्यादित्रिकस्य अंशः अस्ति इति कारणात्. परन्तु उद्भूतरूपम् इन्द्रियेषु उद्भूतरूपं नास्ति इति कृत्वा तत्र पृथिव्यादिरूपाणि अपि ग्राणे ग्राणरसनचक्षुरिन्द्रियाणि न प्रत्यक्षानि इति. अवगतं वा? तत्र पृथिवी तस्य सत्त्वेन रूपवत्त्व अनुमाने अपि अतीन्द्रियत्व आलोच्य न तत् रूपं लक्ष्यमाणम्. पृथिवीत्वस्य सत्त्वेन महोदय तत्र वाक्यं पूरयतु. न तत् रूपं लक्ष्यमाणम् तत्र पृथिवीत्वस्य सत्त्वेन रूपवत् अनुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं भक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम्. अग्रे अपि पठतु महोदय. अतः उद्भूतरूपभावात् तानि अपि अतीन्द्रियाणि मनसः तु न तावत् पर्याप्तं तावत् पर्याप्तम् भवति वा? अवगतं वा? तत्र पृथिवीत्वस्य सत्त्वेन रूपवत्त्व अनुमाने अपि तत्र इत्युक्ते कुत्र? तत्र ग्राणेन्द्रिय उत्तमं. तत्र ग्राणेन्द्रियेषु ग्राणेन्द्रियादिषु पृथिवीत्वस्य सत्त्वेन अत्र तु ग्राणेन्द्रिये एव. तत्र पृथिवी इति अस्ति तर्हि तत्र ग्राणेन्द्रिये सत्त्वेन रूपवत्त्व अनुमाने अपि रूपवत्त्व अनुमाने अपि अनुमानमिति बुद्धं रूपवत्त्व अनुमाने रूपवत् न रूपं न जानीमः, परन्तु अनुमानरूपेणैव रूपवत्त्वं जानीमः इति. हा हा, तदेव तदेव, तत्र अनुमानम् इति कश्चन ज्ञानमस्ति खलु, यथा प्रत्यक्षं तथा अनुमानम् इति कश्चन ज्ञानमस्ति. तत्र अनुमाने रूपवत्त्वं पृथ्व्यां रूपम् अस्ति, ग्राणेन्द्रिये पृथ्वीत्वम् अस्ति इति कारणात् ग्राणेन्द्रिये अपि रूपवत्त्वम् अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः. अतः न तत्र वाक्यस्य न वाक्यं सम्पूर्णं करोतु. प्रथमभागमेव वयम् इदानीम् उक्तवन्तः खलु. तर्हि पृथ्वीत्वस्य सत्त्वेन रूपत्वम् अनुमाने अपि अतीन्द्रियत्वम् आलोच्य न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितम् इत्युक्ते किम्? अतीन्द्रियत्वम् आलोच्य, यतोहि अतीन्द्रियम् अस्ति इति कारणात् तत् रूपं न वक्ष्यमाणम्. इत्युक्ते यद् ग्राणेन्द्रियं यदस्ति तद् इन्द्रियं स्वयम् अतीन्द्रियमस्ति. इत्युक्ते इन्द्रिय ग्राणेन्द्रियम् इति यद् इन्द्रियमस्ति तद्वयं प्रत्यक्षं तस्य प्रत्यक्षज्ञानं न प्राप्तुं शक्नुमः. तत् स्वयं प्रत्यक्षयोग्यः नास्ति इति कारणात् तत्र यद्यपि रूपम् अस्ति चेदपि तस्मिन् उद्भूतरूपं नास्ति इति उक्त्वा तद् अतीन्द्रियाणि इति उक्तं. तर्हि तत्र यत् ग्राणरसनचक्षुरादि इन्द्रियाणि सन्ति ते तानि अतीन्द्रियाणि इति उक्तम्. परन्तु उद्भूतरूपम् इति निर्धारितम्. उद्भूतरूपं हा, न तत् रूपं वक्ष्यमाणम् उद्भूतरूपम् इति निर्धारितं. तत्र यद् रूपम् अस्ति तद् उद्भूतरूपं न इति निर्धारितम्. अतः उद्भूतरूप अभावात् इत्युक्ते उद्भूतरूपं नास्ति इति कारणात् तानि अपि अतीन्द्रियाणि. अस्तु, सुनील् महोदय भवान् अग्रे पठति वा? हा, शमिता महोदय प्रश्नः अस्ति वा? अस्मिन् वाक्ये अतीन्द्रियत्वम् इति चेत् उद्भूतं नास्ति, उद्भूतम् अभावं चेत् अतीन्द्रियाणि अस्ति. न अतीन्द्रियम् इति कारणात् अतीन्द्रियम् इति कारणात् उद्भूत हा सत्यं सत्यम् अतीन्द्रियम् इति कारणात् उद्भूतरूपं नास्ति, उद्भूतरूपं नास्ति इति कारणात् अतीन्द्रियं भवति. अहं पठामि. हा पठतु महोदय, धन्यवादः. मनसस्तु न उद्भूतरूपं नापि उक्तपरिमाणमिति सुदूरं तस्य प्रत्यक्षं. शब्दाश्रयस्य गगनस्य वायोश्च परमाणुपरिमाणातिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपमस्ति इति तयोरपि प्रत्यक्षं न भवति. इदानीं मनः अस्ति, तत्रापि रूपं नास्ति, अनन्तरम् उद्भूतरूपमपि नास्ति. तद् उक्त्वा तत्र प्रत्यक्षम् अपि नास्ति इति वदति. अत्र उक्तपरिमाणम् इति अस्ति खलु, उक्तपरिमाणम् इत्युक्ते किम्? तादृशपूर्वमुक्तरीत्या. हा, तत्र पूर्वं किम् उक्तम् इति मम प्रश्नः. तत्र एकमस्ति उद्भूतरूपं न, द्वितीयमस्ति उक्तपरिमाणं न इति सुदूरं तस्य प्रत्यक्षम् इति. तत्र परमाणुपरिमाण भिन्नपरिमाणं नास्ति इति. हा उत्तमम्, अति उत्तमं महोदय, तदेव. तत्र परमाणुपरिमाणभिन्नपरिमाणमपि नास्ति, उद्भूतरूपम् अपि नास्ति इति कारणात् तस्य प्रत्यक्षं तु सुदूरम् अस्ति. सुदूरम् इत्युक्ते तत्र दुर्लभं, हा भवितुम् अर्हति एव, सत्यं दुर्लभमेव अस्ति. शब्दाश्रयस्य गगनस्य वायोश्च परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु न तत्र रूपमस्ति इति तयोरपि प्रत्यक्षं न भवति. शब्दाश्रये अपि अथवा गगने गगने वायोः अत्र एकः नियमः अस्ति, परन्तु तत्र रूपं नास्ति. परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते, परन्तु रूपं नास्ति, अतः तत्रापि प्रत्यक्षं न भवति इति. तत्र शब्दाश्रयस्य गगनस्य इत्युक्ते किं? वयं जानीमः आकाशस्य आश्रयः तत्र शब्दः इति, आकाशस्य गुणः शब्दः इति. हा, आकाशस्य गुणः शब्दः इत्युक्ते कः, कस्य आश्रयः? आकाशस्य आश्रयः शब्दः. गुणस्य आश्रयः द्रव्यम्, अतः शब्दस्य आश्रयः आकाशः. उत्तमम्, उत्तमं महोदय. तर्हि अत्र शब्दाश्रयः इत्युक्ते शब्दस्य आश्रयः गगनम् इति तत्र. अतः तत्रापि एकः नियमः अस्ति, परन्तु अन्यरूपं नास्ति इति, अतः तत्रापि प्रत्यक्षं न भवति. हा, तत्र आकाशस्य परिमाणं किम् अपि च वायोः परिमाणं किम्? आकाशस्य परिमाणमपि परमाणु परिमाणम् अस्ति. आकाशस्य परिमाणं परमाणुपरिमाणं वा? परममहत् परममहत् परिमाणम् अत्र दक्षिणभागे अस्ति अत्र. हा, वायोः परिमाणम्? वायोः परिमाणं तत्र रूपं नास्ति, परन्तु वयं परमाणुपरिमाणभिन्नपरिमाणम् अस्ति इति. हा, सत्यं, तत्र आकाशस्य वायोः द्वयोः अपि परमाणुपरिमाण अतिरिक्तपरिमाणं वर्तते इति वयं जानीमः, परन्तु तस्य परिमाणं किम् इति अस्ति मम प्रश्नः. तत्र आकाशस्य तु उक्तवान् परममहत् परिमाणम् इति, वायोः परिमाणं किम्? वायोः परिमाणं शब्दः किल. हा, वायोः परिमाणं किम्? तत्र कोष्ठे पश्यतु महोदय, कोष्ठे वायुः कुत्र अस्ति? तत्र परमाणुपरिमाणं तु नास्ति इति वयं जानीमः, परममहत् परिमाणे अस्ति वा वायुः? आकाशः, कालः, दिक्, जीवाः, ईश्वरः, तत्रापि नास्ति. नास्ति. मध्यमपरिमाणे किं किम् अस्ति? घट, पटादयः, पृथिव्यादिचतुष्टयस्य, तत्र मध्यमपरिमाणम् अस्ति, पृथिवी, जलं, तेजः, वायुः इति. तर्हि वायुः, वायोः परिमाणं किम्? मध्यमपरिमाणम्. उत्तमम्, अस्तु. तर्हि यद्यपि तस्य परिमाणं परमाणुपरिमाण अतिरिक्तपरिमाणम् अस्ति, तथापि रूपं नास्ति इति कारणात् तस्य प्रत्यक्षं न भवति इति. अवगतम्? भगिनि. हा, अग्रे पठतु महोदय. किं तर्हि तयोः सत्त्वे प्रमाणम् अनुमानं पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः सः आश्रयभूतद्रव्यमपेक्ष्यते इति तदाश्रयताया वायुः सिद्ध्यति एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकमिति तदाश्रयतया आकाशः सिद्ध्यति इदानीं तयोः प्रमाणम् अनुमानम् इति उच्यते तयोः इत्युक्ते कयोः अत्र तयोः सत्त्वे इति अस्ति खलु कयोः सत्त्वे गगनस्य च वायोः उत्तमं गगनस्य च वायोः यद्यपि वयं प्रत्यक्षं तस्य प्रत्यक्षं न भवति प्रत्यक्षज्ञानं तस्य न भवति तयोः न भवति तथापि तस्य ज्ञानं वयं प्राप्नुमः तत्र प्रमाणम् अस्ति अनुमानम् इति अनुमानम् इति एकविधप्रमाणम् अस्ति यथा तत्र दूरे पर्वतः अस्ति पर्वते धूमः वयं पश्यामः चेत् तत्र वह्निः अस्ति इति वयं ज्ञातुं शक्नुमः खलु तादृशप्रमाणम् अस्ति अनुमानम् इति तादृश अनुमानेन यद् ज्ञानं वयं प्राप्नुमः तस्य ज्ञानस्य नाम अस्ति अनुमिति इति अस्तु तर्हि अनुमानेन वयं तस्य तयोः ज्ञानं प्राप्तुं शक्नुमः पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः अनुभूयमानः यः आश्रयभूतद्रव्य अपेक्षते इति तदाश्रयतया वायुः सिद्ध्यति वयं पूर्वं दृष्टवन्तः पृथिवी जलं तेजः तत्र स्पर्शः वर्तते इति अस्ति हा वायौ अपि स्पर्शः वर्तते खलु तत्र रूपरहितत्वे सति स्पर्शवान् वायुः इति वायोः लक्षणवाक्यं तर्हि वायौ अपि स्पर्शः वर्तते एव तत्र पृथिव्यादि चतुष्टयं यदस्ति तस्मिन् स्पर्शः वर्तते परन्तु तत्र स्पर्शे तत्र भेदः अस्ति इत्युक्ते तत्र तेजसि उष्णस्पर्शः वर्तते जले शीतस्पर्शः पृथिव्याम् अपि च वायौ अनुष्णा अशीतस्पर्शः इति वदामः इत्युक्ते उष्णः अपि नास्ति शीतः अपि नास्ति इति अनुष्णाशीतस्पर्शः पृथिव्याम् अपि च वायौ तर्हि अत्र पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्विजातीयस्पर्शः इत्युक्ते तत्र पृथिवी जलम् अपि च तेजः तेषु यत् यः स्पर्शः वर्तते तद्भिन्नस्पर्शः वर्तते इति यस्य अनुभवं वयं कर्तुं शक्नुमः इति चिन्तयित्वा अनुमानेन तस्य आश्रयभूतं कोऽपि किमपि द्रव्यं स्यात् इति अनुमानं कृत्वा वायुः इति नूतनद्रव्यं साधितम् अवगतं वा भगिनी तत्र पृथिव्यादित्रिके इति अस्ति अतः जले च पृथिव्यामेव जले च तेजसि एव उष्णं च शैत्यम् इति वा, अनन्तरं पृथिव्यां भिन्नरीत्या इति? हा हा, तत्र किमर्थं तथा अस्ति इत्युक्ते तत्र स्पर्शः पृथिव्यादिचतुष्टये अस्ति, अस्तु, परन्तु तत्र यत् पृथिव्यादित्रिके यादृशस्पर्शः अस्ति तद् भिन्नस्पर्शः अस्ति इति कारणात् तत्र शीतस्पर्शः एव अस्ति चेत् तत् जलम् इति वयं वक्तुं शक्नुमः, यतोहि जले शीतस्पर्शः अस्ति. उष्णस्पर्शः अस्ति चेत् तत् अग्निः इति इत्युक्ते तेजः इति वक्तुं शक्नुमः, यतोहि तेजसि उष्णस्पर्शः अस्ति. अपि च तत्र अनुष्णा अशीतस्पर्शः अस्ति चेदपि तत्र तस्य प्रत्यक्षं भवति चेत् वयं तत्र पृथिवी इति वक्तुं शक्नुमः, परन्तु इदानीं तत्र तादृशस्पर्शः नास्ति खलु. वायौ तत्र अनुष्णाशीतस्पर्शः अस्ति, परन्तु तस्य प्रत्यक्षं नास्ति, अपि च शीतस्पर्शः अपि नास्ति, उष्णस्पर्शः अपि नास्ति. इति कारणात् पृथिव्यादित्रिके यादृशस्पर्शः वर्तते तद्भिन्नस्पर्शः अस्ति. विजातीय इत्युक्ते तद्भिन्नः, तद्भिन्न इति, तद्भिन्नस्पर्शः वर्तते तस् यद् वयम् अनुभवं कर्तुं शक्नुमः इति कृत्वा, इति मत्वा तत्र स्पर्शः इति गुणः अस्ति खलु. तर्हि गुणः अस्ति चेत् गुणस्य आश्रयः कश्चन द्रव्यं स्यात् इति अनुमानं कृत्वा तस्य आश्रयः वायुः इति ते साधितवन्तः. तदेव तत्र अनुमानपद्धतिः तथा अस्ति. एवमेव शब्दरूपगुणस्य आश्रयभूतं द्रव्यम् आवश्यकमिति तदाश्रयतया आकाशः सिद्ध्यति. अतः शब्दरूपगुणम् एतादृशं नियमं स्वीकृत्य तत्र आश्रयभूतं द्रव्यं स्वीकृत्य तद् आकाशः इति सिद्ध्यति. तत्रापि एतत् रीत्या स्पर्शः भवति, परन्तु तत्र रूपं नास्ति, केवलं शब्दगुणमेव अस्ति. तद् तादृशद्रव्यम् आकाशः इति सिद्ध्यति. हा सत्यम्, उत्तमं महोदय, तदेव. तत्र शब्दम् अस्ति इति कारणात् शब्दः इति गुणः आकाशे वर्तते इति कारणात् तत्र तस्य आश्रयः अपि कोऽपि द्रव्यं भवतु इति चिन्तयित्वा आकाशः इति नूतनद्रव्यं ते कृतवन्तः. अस्तु, तत्र किमपि प्रश्नः अस्ति वा? अस्तु, तर्हि अपर्णा भगिनी अग्रे पठति वा? तत्र च अनुमानेन सिद्ध्यतः पदार्थस्य बहुत्वज्ञानाय काचन साधकयुक्तिरस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव, अनुभूयते च अनुमितस्यापि वायोः नानात्वम्. इत्युक्ते यत्र पूर्वं वयम् आकाशः अपि च वायोः सिद्धिः भवति, सिद्धिः अभवत् अनुमानेन, यः पदार्थः अनुमानेन सिद्धः अस्ति तस्य पदार्थस्य बहुत्वं, बहुत्वज्ञानम् इत्युक्ते वायोः बहुत्वम् अस्ति वा, बहु विधरूपेण वायुः अस्ति अथवा आकाशः बहुत्वम् अस्ति इति साधनार्थम् एका युक्तिः अस्ति चेत् तस्य बहुत्वं वयं स्वीकुर्मः. यत्र वायोः विषये वयं पूर्वं परिशीलितवन्तः, अत्र वायोः नानात्वम् अस्ति, अनुभूयते च अनुमितस्यापि वायोः नानात्वम्। अत्र अनुमितः इत्युक्ते यः अनुमानेन सिध्यते सः अनुमितः, अत्र वायुः इति अनुमितः। वयं जानीमः यत् वायोः नानात्वम् अस्ति, यतोहि एकवारं सूत्रं पश्येम चेत् विषयो वृक्षादिकम्पनहेतुः शरीरान्तसञ्चारी वायुः प्राणश्च इति, अन्यो हि समीरणः वृक्षादिकम्पनहेतुः। एकः रूपमस्ति वायोः वृक्षादिकम्पनहेतुः, अन्यश्च शरीरान्तः सञ्चारी प्राणः। अत्र वायोः बहुत्वम् अस्माकं लभ्यते। तथैव यथा वा आत्मसुखादिप्रत्यक्षाय चक्षुरादिभिन्नमिन्द्रियं मनोरूपम् अनुमितम्। यत्र सुखदुःखादिप्रत्यक्षज्ञानम् अस्माभिः लभ्यते, तदा वयम् अनुमानं कुर्मः यत् ओ एतत् सुखं दुःखं चक्षुरादिभिन्न इन्द्रियज्ञानं भवति इति कृत्वा मनः इति अनुमित्तं भवति, अनुमानं कुर्मः, अनुमानेन मनः सिध्यति। तस्य अनेकत्वमपि आवश्यकं, यथा वायोः अनेकत्वम् अस्ति, मनसः एव अनेकत्वमपि आवश्यकं, यतोहि एकेनैव परमाणुरूपेण मनसा सर्वेषाम् आत्मनां युगपत् सुखदुःखादि असम्भवात्। मनसः तु परमाणुपरिमाणम् अस्ति, परमाणुरूपम् अस्ति, एकैव परमाणुरूपमस्ति मनः। तत् तेन मनसा सर्वं सुखं दुःखं युगपत् वयं ज्ञातुं न शक्नुमः इति कृत्वा तस्य अनेकत्वं भवेत् इति, अनेकत्वमपि मनसि विषये आवश्यकम्। अतः मनसः एकक्षणं क्षम्यताम्, अत्र सर्वेषाम् आत्मनाम् इति अस्ति खलु, सर्वेषाम् आत्मनां युगपत् सुखदुःखादि असम्भवात् इति यद् भवती उक्तं तद् तदपि सत्यमस्ति, परन्तु तस्य कारणात् एव तत्र परमाणुः इति मनसः परिमाणं परमाणुः इति किमर्थं वदन्ति इत्युक्ते तत्र क्षणात्मकं ज्ञानम् इति अस्ति, तर्हि तत्र एकक्षणे एकमेव ज्ञानं मनसि भवति, इत्युक्ते सुखं वा दुःखं वा अहं जानामि, अहं खादामि, अहं पश्यामि इति यत्किमपि ज्ञानं भवतु, तद् एकक्षणे एकमेव ज्ञानं भवति मनसि, तदर्थमेव परमाणुरूपेण मनसा इति अस्ति, इत्युक्ते मनसः परिमाणं परमाणुपरिमाणम् इति तदर्थमेव। अग्रे पश्यामः चेत् तत्र परमाणुरूपेण मनसा सर्वेषाम् आत्मानां युगपत् सुखदुःखादि असम्भवात् इत्युक्ते तत्र सर्वेषां यदि एकमेव मनः अस्ति इति स्वीकुर्मः चेत् तत्र सर्वेषामपि तत्र एकमेव ज्ञानं प्राप्नुमः खलु, तत्र मनः इति इन्द्रियं यत् आत्मनि यः ज्ञानं भवति तस्य बोधकं करोति इति, तत्र अहं सुखी अस्मि चेत् भवती अपि सुखी अस्ति इति प्रायः भवेत् एकमेव आत्मनः इति न मनः अस्ति चेत्, किमर्थं चेत् मनः इति इन्द्रियेण एव तद् ज्ञानं भवति खलु, तर्हि तत्र एकमेव मनः अस्ति चेत् तत्र सुखदुःखादि सर्वेषाम् आत्मनां तत्र सुखं वा दुःखं वा एकमेव भवति, परन्तु तादृश असम्भवात् युगपत् इत्युक्ते एकमेव क्षणे, तादृश असम्भवात् तत्र मनः तु मनसः बाहुल्यं स्वीक्रियते। अत्र एकः नास्ति किन्तु सर्वेषां मनसि युगपत् सुखदुःखग्राहक असम्भवात् अत्र अनेकत्वं वयं स्वीकुर्मः। सत्यम्। अतः मनसः अनुमानसिद्धत्वे अपि तस्य बहुत्वं स्वीक्रियते। यथा मनः अस्ति इति अनुमानरूपेण वयं साधितवन्तः, तस्यापि एतत् कारणेन बहुत्वम् अस्ति इति स्वीकुर्मः। न तथा आकाशस्य एकत्वेन काचन हानिरस्ति। किन्तु आकाशविषये तु अत्र बहुत्वम् इति बहुत्वं भवेत् अथवा एकत्वम् अस्ति चेत् एतत् किमपि बाधा अस्ति इति नास्ति। यतोहि आकाशस्य एकत्वेन तत् सूत्रमपि अस्ति, वयं यदा आकाशस्य शब्दगुणकम् आकाशं सच्चैकं तत् च एकम्, आकाशः एकम्, अत्र किमपि हानिः नास्ति। इदमेव मनसि निधाय उक्तं तच्चैकमिति। अत्र आकाशविषये तु एकत्वमेव, वायोः विषये बहुत्वम् अस्ति, यथा वृक्षादिकम्पनहेतुः अस्ति, शरीरान्तः प्राणः अस्ति, मनसः विषये अपि बहुत्वम् अस्ति, किन्तु आकाशस्य विषये तु एकत्वम् अस्ति। हा सत्यम्, अति उत्तमं भगिनि, तावदेव। इत्युक्ते तत्र वायुः विषये वयं तत्र ज्ञातुं शक्नुमः, तत्र शरीर अन्ते अपि तत्र वायुः अस्ति, अपि च बाह्य प्रत्यक्षमपि अस्ति खलु, तत्र प्रत्यक्षं न बाह्य अनुमानमपि ज्ञानमपि भवति तत्र वायुः अस्ति इति। तत्र वृक्षः यदा कम्पति चेत् तत्र वायुः अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः, तादृशज्ञानं भवति। तर्हि तत्र वायोः नानात्वं तु तत्र वयं ज्ञातुं शक्नुमः, तद् स्वाभाविकः इति वयं ज्ञातुं शक्नुमः। तर्हि वायोः बाहुल्यं स्वीकर्तुं शक्नुमः, तथैव मनसः विषये अपि। परन्तु आकाशः विषये यदा वयं पश्यामः चेत् तत्र तादृश आवश्यकता नास्ति। तत्र आकाशः इति एकः एव इति स्वीकुर्मः चेत् तत्र कोऽपि क्लेशः नास्ति इति कारणात् तत्र आकाशः एकः इति स्वीक्रियते। अत्र किमपि प्रश्नः अस्ति वा? अस्तु, सुब्रह्मण्यमहोदय, अस्मिन् परिच्छेदे किम् अस्ति इति किञ्चित् संक्षेपरूपेण वक्तुं शक्नोति वा? बालसुब्रह्मण्यमहोदय, पदार्थस्य काचन साधनयुक्तिः अस्ति, अनुमानेन सिद्धिप्राप्तपदार्थस्य बहुत्वज्ञानं कथं साधकम्? काचन साधकयुक्तिः अस्ति चेत् तस्य बहुत्वं स्वीक्रियते एव। काचन साधनमस्ति चेत्, साधकम् अस्ति चेत् बहुत्वज्ञानस्य तदा बहुत्वं स्वीकर्तुं शक्नुमः। अनुमानेन सिद्ध्यतः पदार्थस्य इत्युक्ते किम्? अत्र अनुमानेन कः पदार्थः आगतः? अत्र अनुमानेन एतानि द्रव्याणि, आकाशः, वायोः इत्यादि। परन्तु अत्र अनुमानेन सिद्ध्यतः पदार्थस्य इति तत्र कस्य पदार्थस्य विषये वदन्ति? अत्र एतानि द्रव्याणि आकाशः वायो इत्यादि हा तत्र सत्यं, परन्तु अत्र अनुमानरूपेण ऊहितपदार्थानि. उत्तमम्, ऊहितपदार्थानि. अत्र प्रथमं वायुविषये अस्ति खलु, तर्हि तत्र वायुविषये अत्र तत्र बहुत्वम् आवश्यकं वा एकत्वं पर्याप्तं वा इति तत्र चिन्तनमस्ति. तत्र प्रथमं तत्र अनुभूयते च अनुमितस्यापि वायोः नानात्वम् इत्युक्ते तत्र अनुमितस्य वायोः इत्युक्ते यथा भवान् उक्तवान् तत्र अनुमानेन ऊहितः पदार्थः वायुः अस्ति, तस्य वायोः नानात्वम् अनुभूयते इत्युक्ते तत्र अनुभवं कुर्मः. यतोहि तत्र वृक्षादिकम्पनहेतुः अपि अस्ति, अपि च शरीरान्तसञ्चारि अपि अस्ति इति तत्र अनुमानं कर्तुं शक्नुमः इति वायोः विषये प्रथमम्. अवगतं वा? द्वितीयम् अस्ति मनः विषये. मनः मनः इति प्रथमं तत्र मनः इति इन्द्रियं प्रथमम् अनुमितमस्ति, यतोहि तत्र आत्मनि यत् सुखं दुःखम् इति ये गुणाः वर्तन्ते तस्य ज्ञानं वयं प्राप्नुमः खलु. तत्र नवचत्वारिंशत् पुटे पश्यतु, तत्र षड् नानादि आत्मगुणाः इति अस्ति, तस्य ग्राहकाणि इन्द्रियाणि इति यद् भागः अस्ति तस्मिन् अस्ति मनः इति. तर्हि तत्र षड् ज्ञानादि आत्मगुणाः ये सन्ति सप्तमपुटे वयं पश्यामः चेत् अत्र बुद्धि आरभ्य सप्तमपुटे पश्यतु, बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न पर्यन्तं तत्र षड् गुणाः सन्ति खलु. तस्य ज्ञानं भवति मनसा. आत्मनः प्रत्यक्षं भवति, षड्नां गुणानामपि प्रत्यक्षं भवति मनसा. तर्हि तादृश ज्ञानस्य प्रत्यक्षं भवति तत्र चक्षुषा अथवा त्वचा, श्रोत्रेन्द्रियेण, रसनेन्द्रियेण, घ्राणेन्द्रियेण तादृशज्ञानं न भवति. इति कारणात् तान् विहाय अन्य तानि विहाय अन्य इन्द्रियं स्यात् इति अनुमानं कृत्वा मनः इति इन्द्रियम् अनुपितं प्रथमं. तदनन्तरं तत्र एकत्वम् आवश्यकं वा बहुत्वम् आवश्यकं वा इति चिन्तयित्वा तत्र युगपत् तादृशज्ञानं भिन्नभिन्नज्ञानं भवति इति मत्वा तत्र मनसः नानात्वम् अथवा बहुत्वं साधितमस्ति. परन्तु आकाशस्य एकत्वेन नानात्वं नास्ति, एकत्वमेव स्वीक्रियते निमित्तः किल. हा सत्यं, न आकाशस्य स्तरे तादृश क्लेशः नास्ति इति कारणात् तत्र तादृश भेदः नास्ति इति कारणात् तत्र एकत्वम् इति स्वीकृतम्. इदानीम् अवगतं वा? धन्यवादः. अस्तु, तर्हि रामकार्तिक् महोदय अग्रे पठति वा? आम्. अनुमिति विषयता अनेकेषु स्वीक्रियते चेत् बुद्धेः यः क्लेशः तत् गौरवम् इति उच्यते. अनुमितिविषयतायाः एकस्मिन् स्वीकारे बुद्धेः सौकर्यं लाघवम् इति उच्यते. तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतं, तद्वत् एव च तेषाम् अनित्यत्वे अवयवादिकल्पना प्रागभावः ध्वंसः च स्वीकर्तव्यः भवति इति गौरवम्। नित्यत्वे बाधकम् अपि नास्ति इति लाघवात् तेषां नित्यत्वमपि स्वीक्रियते। यदि यदि वयं अनेकेषु द्रव्येषु क्षम्यतां, तत्र अनुमितिविषयता इत्युक्ते किम् इति सम्यक्तया न जानामि। अनुमानरूपेण यः ज्ञानं वयं प्राप्नुमः तत् तत्र अनेकेषु स्वीक्रियते चेत्, इत्युक्ते तत्र यदा वयम् आकाशः वायुः इति दृष्टवन्तः, तत्र वायौ अनेकेषु इत्युक्ते नानात्वं स्वीकुर्मः चेत् तत्र बुद्धेः यः क्लेशः तद् गौरवम् इति उच्यते। इत्युक्ते तत्र तत्र न्यायशास्त्रे किम् इत्युक्ते ते तत्र साधारणतया एकत्वं भवतु इति चिन्तयन्ति, इत्युक्ते तत्र डिफाल्ट् आप्शन् अस्ति तत्र एकत्वम् इति, ऐक्यम्। यत्र बाहुल्यमस्ति तत्र नानात्वं भवति, तत्र यः क्लेशः भवति तदस्ति गौरवम् इति। तत्र यः क्लेशः तत्र नानात्वम् अस्ति इति कारणात् यः क्लेशः बुद्धेः यः क्लेशः भवति तस्य संज्ञा नामकरणमेव तत्र गौरवम् इति तस्य नामकरणं कृतम्। क्षम्यतां, परन्तु तत्र कः क्लेशः इति तत्र यत् क्लेशः इत्युक्ते असौकर्यम् इति एव तत्र इत्युक्ते तत्र बहुविधानि तत्र विषयान् क्षम्यतां बहुविधाः विषयाः सन्ति इति अस्ति चेत् तद् गौरवम् इति उच्यते। हा, बहुविधाः विषयाः भवति इति चेत् तत्र क्लेशः वर्तते खलु। तत्र पृथिवी इति चिन्तयामः चेत् तत्र वयं भिन्नभिन्न वस्तूनि पश्यामः, तर्हि तत्र वयं झटिति ज्ञातुं शक्नुमः तत्र नानात्वम् अस्ति इति। परन्तु यत्र अनुमानं कुर्मः तत्र वायुः विषये, तत्र अनुमानं कुर्मः चेत् तत्र अनुमानेन यद् ज्ञानं वयं प्राप्नुमः, तत्र नानात्वम् अस्ति इति चिन्तयामः चेत् तत्र क्लेशः भवति खलु। तत्र सौकर्यं नास्ति, तत्र किञ्चित् अवगमनसौकर्यम् अधिकं नास्ति, तर्हि तादृशक्लेशः यः भवति तस्य नामकरणम् अस्ति गौरवम् इति। तर्हि तत्र तत्र बहुविधाः न सन्ति चेत् तत्र बुद्धेः सौकर्यं भवति, अपि च तस्य नामकरणं लाघवम् इति कृतवन्तः। सत्यं सत्यं, तर्हि तत्र आकाशः एकः इति वदामः चेत् तत्र आकाशः इति द्रव्यम् अनुमानेन एव ज्ञातवन्तः, तर्हि तादृशद्रव्यं यद् अनुमानेन ज्ञातवन्तः तदेकमेव अस्ति इति वदामः चेत् तत्र कश्चन सौकर्यं किञ्चन सौकर्यं भवति। परन्तु यदा वायुस्तरे वयं वदामः तत्र यद्वायुः बहिः अस्ति, येन तत्र वृक्षस्य कम्पनं भवति, तद्भिन्नम्, अपि च अस्माकम् अन्ते यत् सञ्चरति तद्भिन्नम् इति वदामः चेत् तत्र किञ्चित् तद्भिन्नः इति सः भिन्नः इति वदामः चेत् तत्र कश्चन क्लेशः भवति, इत्युक्ते अस्माकम् अवगमने बुद्धेः किञ्चित् क्लेशः भवति, तत्र किञ्चित् जटिलता वयं अनुभवामः, तादृशजटिलता एव तत्र गौरवम् इति। तादृशजटिलतायाः अभावः, यत्र तादृशजटिलता नास्ति तत्र अवगमनसौकर्यमस्ति, तद् लाघवम् इति. तादृशलाघवम् आलोच्य आकाशादीनाम् एकत्वम् आदृतम्. तर्हि तत्र आकाशस्य आकाशादीनां एकत्वम् आदृतं, तत्र आदिपक्षम्यताम् आदिपदेन कालः दिक् च ग्राह्या. तर्हि आकाशकालदिक् एतेषां तत्र एकत्वम् आदृतं, तद्वदेव च तेषाम् अनित्यत्वे अवयवादिकल्पना प्रागभावः ध्वंसः च स्वीकर्तव्यः भवति इति गौरवम्. तर्हि तत्र तत्र किमर्थम् अनित्यत्वे इति, तत्र नित्यत्वं तु अस्ति. हा, तदेव तत्र तत् कथं नित्यत्वम् अनुमानं करोति इति तत्र पूर्वस्मिन् परिच्छेदे तत्र आकाशस्य एकत्वम् अपि च वायोः नानात्वं कथम् अनुमानं कृतवन्तः इति अस्ति. इदानीम् अत्र कथं तत्र नित्यत्वम् आकाशस्य नित्यत्वं कथम् अनुमितम् इति इत्युक्ते तत्र यदा आकाशः अनित्यः इति अभविष्यत् तर्हि तत्र किं भवति, तत्र आकाशस्य अवयवादिकल्पना अपि च प्रागभावः ध्वंसः तत्सर्वं भवति. अनित्यः अस्ति चेत् तस्य प्रागभावः ध्वंसः इति भवति खलु. तत्र प्रागभावः इत्युक्ते पूर्वभावः, इत्युक्ते इदानीं नास्ति अनन्तरं भविष्यति इति यद् अभावः अस्ति तदस्ति प्रागभावः. ध्वंसः इत्युक्ते इदानीम् अस्ति परन्तु अनन्तरं नास्ति न भविष्यति इति यः अभावः भवति तदस्ति ध्वंसः इति. अपि च अनित्यम् इत्युक्ते तस्य जन्यमपि भवति, जन्यं भवति चेत् तस्य कारणमपि स्यात्. कारणम् इत्युक्ते तत्र अवयवादि इत्युक्ते समवायकारणेन अवयवः अपि स्यात् तत्र. तर्हि तादृशं सर्वं तत्र अस्माकं चिन्तनीयं भवति. तत्र अवयवादिकल्पना इत्युक्ते आकाशस्य अवयवाः के इति चिन्तनीयं भवति अस्माभिः. अपि च तस्य प्रागभावः ध्वंसभावः एतत् सर्वमपि मनसि आयाति, तस्य समाधानमपि करणीयं भवति. तादृशं तत्सर्वं स्वीकुर्मः चेत् तत्र अधिकः क्लेशः आयास्यति. तर्हि यत् तादृशक्लेशः यः आगच्छति तदेव गौरवमस्ति. तर्हि अनित्यत्वं स्वीकुर्मः चेत् तादृशगौरवम् आगच्छति. इति कारणात् तत्र नित्यत्वे बाधकम् अपि नास्ति इति, तत्र नित्यत्वं स्वीकुर्मः चेत् तस्मात् किमपि बाधकं नास्ति. इत्युक्ते तत्र आकाशस्य विषये वयं यत्किमपि न पश्यामः येन वयम् आकाशस्य नित्यत्वं नास्ति इति वक्तुं शक्नुमः. तर्हि तादृशबाधकम् अपि नास्ति इति कारणात् नित्यत्वं स्वीकृतवन्तः. इत्युक्ते यत्र शक्नुमः तत्र क्षम्यतां लाघवमेव स्वीकुर्मः. यत्र लाघवेन वयं साधयितुं न शक्नुमः तत्र एव गौरवं प्रति गच्छामः. तत्र आकाशस्य विषये तत्र तादृश नित्यत्वं स्वीकृत्य तत्र लाघवभावेन गच्छामः चेत् तत्र किमपि अन्यक्लेशः नास्ति इति कारणात् तत्र अन्य बाधकविषयः किमपि न आगच्छति इति कारणात् तत्र तादृश नित्यत्वं स्वीकृतवन्तः. यदि वयं तत्र घटः इति पश्यामः, चिन्तयतु घटः अस्ति इति, तत्र घटः इदानीम् अस्ति परन्तु अनन्तरं न भवितुम् अर्हति खलु, तर्हि घटः नित्यः इति वयं वक्तुं न शक्नुमः. घटः नित्यः इति वदामः चेत् कथं तस्य प्रागभावः अथवा ध्वंसः भवति चेत् कस्य समाधानं कथं कर्तुं शक्नुमः इति प्रश्नः आगच्छति. तस्य समाधानरूपेण किमपि वक्तुम् आवश्यकं भवति. परन्तु आकाशस्य विषये तथा नास्ति. आकाशः तु तत्र वयं न अनुभवामः तत्र आकाशस्य अभावः वा प्रागभावः वा ध्वंसः वा. तर्हि तादृशबाधकः किमपि नास्ति इति कारणात् तत्र नित्यत्वं स्वीकृतवन्तः इति. अत्र किमपि प्रश्नः अस्ति वा? अस्तु, सुनील् महोदय, अस्मिन् परिच्छेदे किम् अस्ति इति भवान् वदति वा एकवारम्? आं भगिनि, आं श्रमं करोमि. अत्र वयं प्रत्यक्षप्रमाणे वयं दृष्टवन्तः अत्र बहुत्वं वर्तते. तद् क्लेशकरं नास्ति इति, इत्युक्ते घटः बहुत्र वर्तते वा तादृशरीत्या. परन्तु अनुमानेन बहुत्वविषयं स्वीकरोति चेत् तत्र क्लेशः भवति इति. अतः तत्रादि अपि संज्ञा अस्ति, क्लेशः अस्ति चेत् तत् तद् गौरवम् इति उच्यते. क्लेशः नास्ति चेत् लाघवम् इति उच्यते. तत्र किञ्चित् कीदृशः इति बहुत्वं स्वीकरोति चेत् अनुमितिविषये तत्र स्वीकरोति चेत् अनुमानेन बहुत्वं स्वीकरोति चेत् तत्र बुद्धेः क्लेशः भवति इति. परन्तु एकत्वं स्वीकरोति चेत् तद् तत्र लघुत्वं भवति अथवा लाघवम् इति उच्यते. तद् रीतिं स्वीकृत्य तत्र आकाशः कालः दिक् इत्यादयः तत्र एकत्वं वर्तते इति स्वीकुर्मः. तत्र विषयः अस्ति अत्र प्रागभावः न भवति, ध्वंसभावः न भवति, अवयवादिकल्पना अपि न आवश्यकम्. तादृशं आवश्यकं चेत् तद् गौरवं भवति, अतः क्लेशः भवति. तद्विहाय वयं लाघवरूपं स्वीकुर्मः, तद् रीत्या आकाशः नित्यम् इति वदति. उत्तमं, तावदेव. अस्तु, तर्हि महोदय भवानेव अग्रे पठतु. आकाशस्य परिमाणमाह विभुः इति, विभुत्वं परममहत्त्वपरिमाणवत्त्वं यत् परिमाणापेक्षया उत्कृष्टं महत्परिमाणं न भवति तत्. आकाशस्य परिमाणं विभुः इति उच्यते. इत्युक्ते सीमा नास्ति इति भगिनि, विभुः इत्युक्ते? हा सत्यं, विभुः इत्युक्ते सर्वव्यापी इति वक्तुं शक्नुमः. विभुत्वं परममहत्परिमाणत्वं वयं पूर्वमपि चर्चितवन्तः. तत्र आकाशः परममहत्परिमाणं स्वीकरोति इति. अतः विभुत्वमपि परममहत् परिमाणं परिमाणत्वम् इति हा इत्युक्ते विभुत्वम् इत्युक्ते परममहत् परिमाण परिमाणवत्वम् इति इत्युक्ते परममहत् परिमाणवत्वं विभुत्वम् परममहत् परिमाणम् इत्युक्ते किं तदस्ति अग्रिमवाक्ये तत् तत् वदतु यत् परिमाणापेक्षया उत्कृष्टं महत्परिमाणं न भवति तत् यत् परिमाण अपेक्षया उत्कृष्टं महत्परिमाणं न भवति तदेव परममहत्परिमाणम् इति उच्यते उत्कृष्ट यत् परिमाणापेक्षया उत्कृष्टं महत्परिमाणम् इत्युक्ते किं महोदय इतोपि किञ्चित् विस्तरेण वदतु एतादृशं एतादृशपरिमाण अपेक्षया उत्कृष्टम् इत्युक्ते इदानीं वयं दृष्टवान् विभुत्वं परम महत्परिमाणवत्वमिति तत्र परिमाण अपेक्षया उत्कृष्टम् इत्युक्ते बृहत् इति चिन्तयतु इत्युक्ते यत् परिमाणापेक्षया उत्कृष्टं परिमाण महत्परिमाणं न भवति इत्युक्ते यस्य अपेक्षया तस्य बृहत् परिमाणं नास्ति तस्मात् बृहत् परिमाणं नास्ति इति चेत् तादृशपरिमाणम् अस्ति परममहत्परिमाणम् इति इत्युक्ते परममहत् आकाशस्य अपेक्षया अन्य इतोपि अधिकम् उत्कृष्टं किमपि नास्ति इति वा आकाशस्य अपेक्षया इति न आकाशस्य परिणामस्य अपेक्षया इत्युक्ते परममहत् परिमाणं यदस्ति तस्य अपेक्षया इतोपि उत्कृष्टं परिमाणं महत् परिमाणं किमपि नास्ति इति ओ अतः अतः आकाशस्य परिमाणं परममहत् परिमाणम् इति उच्यते वा हा सत्यम् इत्युक्ते यथा परमाणुस्तरे वयम् उक्तवन्तः पर यद् अन्तिमचरमं पदार्थः अस्ति तत् परमाणुः तदपेक्षया इतोपि लघु पदार्थः न भवितुम् अर्हति इति खलु तस्य विपरीत अर्थः अस्ति अत्र यस्य अपेक्षया बृहत् बृहत् परिमाणं नास्ति इति तादृशपरिमाणम् अस्ति परममहत् परिमाणम् इति भगिनि अतः तत्र आकाशकालः दिक् इत्यादीनि इति पूर्वम् उक्तवन्तः अतः कालः दिक् अपि परममहत् परिमाणम् इति किल तादृशरीति तत्र कोष्ठे अस्ति खलु परममहत् परिमाणम् इति तत्र आकाशः कालः दिक् इति अस्ति खलु इत्युक्ते तस्य परिमाणं तस्य अपेक्षया कस्यापि पदार्थस्य परिमाणं बृहत् नास्ति इति अस्माकं दिक् इत्युक्ते अस्माकं केवलं उत्तरदक्षिण तादृशदिशि अथवा अन्य तत्र उत्तरदक्षिणः इति तत्र अग्रे आगच्छति तत्र उपाधिभेदात् एव तत्र वस्तुतया उत्तरदक्षिण इति तत्सर्वं वदामः वयं परन्तु दिक् इति एकमेव अस्ति तदेव मम प्रश्नः आसीत् तद् इत्युक्ते किमर्थं परममहत् हा दिक् इति एकमेव अस्ति तत्र परन्तु तत्र उपाधिभेदात् तत्र उपाधिवशात् तत्र वयं लौकिकविषय लौकिकविषयार्थं तत्र उत्तरदक्षिण तत्सर्वं वदामः अस्तु, तर्हि तत्र अग्रे पठतु महोदय, तत्र कोष्ठं प्रायः दृष्ट्वा समापयामः. सङ्ग्रहे यद्यपि चतुर्विधानि परिमाणानि वक्ष्यन्ते तथापि आश्रयानुरोधेन अन्योपि विभागः कर्तव्यो भवति. सः च अणुपरिमाणं, परममहत्परिमाणं, मध्यमपरिमाणम्, अतः तदेव वयं उक्तवन्तः पूर्वं, तत्र परिमाण परमाणुपरिमाण, परममहत्परिमाणं, मध्यमपरिमाणं, तेषां आवलिः अत्र अस्ति. तत्र वस्तुतया तर्कसङ्ग्रहः इति अस्माकं मूलग्रन्थमस्ति, तस्मिन् तु तत्र चतुर्विधानि परिमाणानि इति अस्ति. तत्र अणुपरिमाणं, महत्परिमाणम्, अणुपरिमाणे परमाणुपरिमाणं, द्वितीयं केवलम् अणुपरिमाणम् इति चिन्तयामि, अपि च महत्परिमाणे परममहत्परिमाणं, मध्यमपरिमाणम् इति तत्र तथा अस्ति. परन्तु अस्मिन् पुस्तके तत्र लेखकेन तत्र अणुपरिमाणं, परममहत्परिमाणं, मध्यमपरिमाणम् इति त्रिविधः एव कृतः. अस्तु, कोष्ठे यदस्ति तदपि पठतु महोदय. अत्र कोष्ठे इदानीं परमाणुपरिमाणं पृथिव्यादिचतुष्टयस्य परमाणवः, द्व्यणुगानि च मनांसि. परममहत्परिमाणम् आकाशः, कालः, दिक्, जीवाः, ईश्वरः. मध्यमपरिमाणं घटपटादयः, पृथिव्यादिचतुष्टयस्य विभाग ग्रन्थे शरीरेन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि. तर्हि तत्र त्वक् इन्द्रियम् इति अस्ति चेत् तस्य परिमाणं किम्? त्वक् यदि स्पर्शनविषये तत्र द्वयोः अपि भवितुमर्हति वा? द्वयोः इत्युक्ते केवलं मध्यमपरिमाणम् अथवा मध्यमपरिमाणमेव? किमर्थं मध्यमपरिमाणं? तत्र एकं तु स्पर्शनं कर्तुं शक्यते, तद् वयं त्वक् इति पुनः वदतु महोदय, त्वक् स्पर्शनं कर्तुं शक्यते इति? पार्थिवम् इति. अन्ये किं चिन्तयति? त्वक् इति यत् इन्द्रियमस्ति तेन स्पर्शनं कर्तुं शक्य, तेन स्पर्शज्ञानं भवति, स्पर्शनज्ञानं, स्पर्शः इति गुणस्य ज्ञानं भवति. तर्हि त्वक् इति इन्द्रियं पार्थिववस्तु वा? वायुः. हा, त्वक् इति वायुः खलु. तत्र द्विचत्वारिंशत्तमे पुटे पश्यतु, रूपरहितस्पर्शवान् वायुः इति भागे, तत्र शरीरेन्द्रियविषयभेदात् किमर्थं प्रतिध्वनिः आगच्छति इदानीं? तत्र कृपया म्यूट् करोतु, केन वदन्ति? अस्तु, धन्यवादः. इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ती इति अस्ति. तर्हि तत्र त्वक् इति यदिन्द्रियमस्ति तद्वायुः एव खलु? तत्र वायोः प्रभेदः एव अस्ति. त्वक् इति यद् वयम् इदानीं चर्मः यत् पश्यामः तद् वस्तुतया पार्थिववस्तु अस्ति. परन्तु तत्र चर्मे यत् त्वक् इन्द्रियमस्ति तद् वायुः एव. तद् वयं किञ्चित् सम्यक्तया अस्माभिः अवगन्तव्यमस्ति. भगिनि, तत्र अपि पृथिव्यादित्रिये यादृशस्पर्शः इति तत्रापि वयं दृष्टवन्तः. तत्र पृथिवी जलमापः इति तत्रापि स्पर्शं तत्रापि आम्, तत्र पृथिवी इति द्रव्ये अपि स्पर्शः इति गुणः अस्ति. परन्तु तत्र स्पर्शः इति गुणः येन इन्द्रियेण वयं ग्रहितुं शक्नुमः तादृश इन्द्रियमस्ति त्वक्. तादृशम् इन्द्रियं वायुः एव. इत्युक्ते रूपम् इति वयं चक्षुषा एव अवगम्यते खलु? तत्र अस्माभिः तादृशज्ञानं वयं चक्षुषा एव प्राप्नुमः. परन्तु पृथिव्याम् एव रूपम् इति, क्षम्यतां, तेजसि एव रूपम् इति नास्ति खलु? पृथिव्यामपि रूपमस्ति. परन्तु चक्षुः इति इन्द्रियं तेजः एव. अस्तु, तत्र यथा वयं वदामः तत्र रूपम् इति तेजसः लक्षणं भवति चेत् तर्हि रूपं केवलं तेजसि एव भवति. यथा गन्धः, गन्धवती पृथ्वी इति वदामः चेत् गन्धः इति गुणः केवलं पृथिव्यामेव भवति. नो चेत् अतिव्याप्ति अथवा अव्याप्ति इति दोषः आगच्छति. परन्तु स्पर्शः इति तथा नास्ति खलु? तत्र वायोः लक्षणवाक्यं किं? रूपरहितत्वे सति स्पर्शवान् वायुः. इत्युक्ते रूपरहितत्वम् अपि अस्ति, स्पर्शवत्वम् अपि अस्ति इति. पृथिव्यां स्पर्शवत्वमस्ति परन्तु रूपमपि अस्ति, रूपवत्वमपि अस्ति. तथैव तेजसि, तथैव जले. केवलं वायौ रूपं नास्ति अपि च स्पर्शमस्ति. अस्तु, तर्हि तत्र पृथिव्यादिचतुष्टयस्य शरीर इन्द्रियविषयभेदात् इत्यनेन ये दर्शिताः ते सर्वे अपि इति मध्यमपरिमाणे अस्ति खलु? तर्हि तत्र चक्षुः, ग्राणेन्द्रियं, रसनम् अपि च त्वक् तत्सर्वम् अत्र मध्यमपरिमाणे एव आगच्छति. इदानीम् अवगतम्? अस्तु भगिनि, क्षम्यता, अन्येक वदतु महोदय. तादृशरीत्या वयम् आकाशस्य गुणः शब्दः इति वदामः किल, वयं पूर्वम् उक्तवन्तः घटः आकाशे अस्ति, आकाशः घटे अस्ति इति. तत्रापि आकाशः इत्युक्ते तत्र शब्दगुण आकाशः वा अथवा अन्य किमपि वा? हा हा, तदेव, तत्र शब्दगुण आकाशः इति एकमेव खलु? आकाशम् इति एकं, विभुः नित्यः इति वयं दृष्टवन्तः. तर्हि यत्किमपि आकाशः भवतु एकमेव. इत्युक्ते तत्र यः आकाशः वयं अत्र पश्यामः तत्र पश्चिमतटे वा अथवा प्राचीनतटे वा अथवा भारतदेशे वा यत्र कुत्रापि भवतु तत्सर्वम् एकमेव. तत्र शब्दः अथवा शब्दं भिन्नः वा अथवा कीदृशशब्दः इति शब्दः इत्युक्ते तत्र शब्दः इति कश्चन गुणः अस्ति. तर्हि तादृशगुणः तद् वयम् अग्रे यदा वयं गुणविषये पठिष्यामः तथा तदा आगच्छति. तत्र शब्दः इति तादृशगुणः आकाशे वर्तते इति एव तत्र शब्दगुणकम् आकाशम् इति वदन्ति. अन्यप्रश्नाः सन्ति वा? न भगिनि. अस्तु, तर्हि अन्यप्रश्नः नास्ति चेत् अत्र अद्य समापयामः. आगामिकक्षायां मेलिष्यामः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि.